पद्मपुराणं खण्डं 7 क्रियाखण्डम् अध्यायं 16 व्यास उवाच भूय एव द्विजश्रेष्ठ महाविष्णोः परात्मनः ब्रवीमि शृणुमाहात्म्यं सर्वदुःखविनाशनं ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्येऽन्त्यजास्तथा हरिभक्तिं प्रपन्ना ये ते कृतार्थान संशयः हरेरभक्तो विप्रोऽपि विज्ञेयस्वपचाधिकः हरिभक्तस्वपाकोऽपि विज्ञेयो ब्राह्मणाधिकः स कथं ब्राह्मणो यस्तु हरिभक्तिविवर्जितः स कथं स्वपचो यस्तु भगवद्भक्तिमानसः अव्याजेन यदा विष्णुस्वपाकेनापि पूज्यते तदा पश्येत्तमप्येवं चतुर्वेदद्विजाधिकं पुरासीच्चक्रिको नाम शबरो लोककर्षकृद शुचादिवृत्तिहीनश्च युगे द्वापरसंज्ञके विप्रवादीजिदक्रोध परहिंसा विवर्जितः दयालुर्दम्भहीनश्च पितृमातृपरायणः न कृदो वैष्णवो लाभो मोक्षशास्त्रं न च श्रुतं तथापि जादा तच्चित्ते हरिभक्तिरचञ्चला हरे केशव गोविन्द वासुदेव जनार्दन इत्यादीनि स्मरन् नित्यं स च नामानि चक्रिणः वन्यं फलं च यत्किञ्चित् प्राप्नोति द्विजसत्तम आदौ ददाति तद्वक्त्रे निजे शबरवंशजः तन्माधुर्यं ततो ज्ञात्वा वक्त्रान्निष्कास्य तत्पुनः ददाति हरे भक्त्या सुप्रीदः प्रतिवासरम् उच्छिष्टं वाप्यनुच्छिष्टं द्वयमेव न वेत्ति सः निजजातिस्वभावो हि सततं मूर्ध्नि वर्तते कदाचित् सद्विजश्रेष्ठ काननाभ्यन्तरे भ्रमन् फलमेकं प्राप्य पक्वं प्रियालस्येदि शाखिनः अथासौ हर्षितस्तस्य फलमप्राप्य चक्रिकः सत्संरम्भेण ज्ञात्वा वै निजवक्त्रान्तरे ददौ स ददौ तद्फलं यावन्निजवक्त्रान्तरे द्विज प्रविवेशकलं तावत् तद्फलं शृणुजैमिने तावत्सव्येन हस्तेन गलरन्ध्रं बबन्धसः यत्नाद्विधृत्य सव्येन पाणिना सकलं द्विज चक्रिकश्चिन्तयामास हरिभक्तिपरायणः फलमे दद्यदा तस्मै न ददामि पुरारये न जातः कोऽपि संसारे तदाहमिव पादगी हरिं संचित्य बहुधा स चकारमतिं तदः तथापि तद्फलं तस्य न निष्क्रान्तं गलाद्विज हरेरेकान्तभक्तोऽसौ चित्वा परशुनागलम् आनीय तत्फलं पक्वं ददौ देवाय विष्णवे तत्सन्निधिं समायादस्तमेव हृदि चिन्तयन् रुधिरोक्षितसर्वाङ्गःपतितः क्षितिमण्डले तं दृष्ट्वा भगवान् विष्णुर्गदास्तुं व्यथितोऽभवद् एतस्य सदृशो भक्तो मम कोऽपि न विद्यते यदो निजगलं चित्वा मम सन्तोषणं कृतं यदा भक्तिमदानेन सात्विकं कर्म वै कृतं यदत्वा नृण्यमाप्नोति तथा वस्तु किमस्ति मे धन्योऽयमधिधन्योऽयं धन्योऽयं नात्र संशयः प्राणानपि परित्यज्य मम सन्तोषणं कृतं ब्रह्मत्वं वा शिवत्वं वा चकृत्वं वापि दीयते तदाप्यानृण्यमेधस्य भक्रस्य न हि गम्यते इत्युक्त्वात्यन्तसन्तुष्टो भगवान् गरुडध्वजः स्वहस्तकमलेनास्य ततो मस्तकमस्पृशद तद्धस्तकमलस्पर्शाच्चम्बरोऽसौ गतव्यधः समुत्थस्थौ महासत्त्वो नारायणपरायणः व्यास उवाच ततोऽस्य भक्तश्रेष्ठस्य निजवस्त्रेण केशवः पुत्रस्येव पिता कात्र रजः प्रोक्षितवान् द्विज चक्रिकष्ठं समालोक्य मूर्तिमन्दं जनार्दनं वाचा मधुरयास्तौषीत् प्रह्वमस्तकृताञ्जलिः चक्रिक उवाच गोविन्दकेशवहरे जगदीशविष्णो जानामि यद्यपि न दे स्तुतियोगवाक्यं स्तोतुं तथापि रसना मम वाञ्छति त्वां स्वामिन् प्रसीद हरदोषमिमं प्रवृद्धम् त्यक्त्वा भवन्तमखिलेश्वरचक्रपाणे अन्यं यजन्ति मनुजा जगदीहये वै मूढास्तयेव दुरितप्रकरैकधाम सानुग्रहस्त्वमसि मय्यपि देव यस्माद् जानादिदेव भवदो भवनैकनाथ भक्त्यैव यद्यपि नृणां भवबन्धहर्त्रीम् एकान्तपापशबरान्वयलब्धजन्म विष्णोस्तथापि भगवान् मयि सुप्रसन्नः यस्य प्रभो तव मनोज्ञकरारविन्दं स्पर्शं चतुर्मुखमुखा अपि देववृन्दाः न प्राप्नुवन्ति विदितस्य मयाद्यलब्धं त्वत्तो न कोऽपि सदयो निजसेवकेषु येन त्वया भगवदा त्रिदशाद्यवैरी कंसासुरो निमिषुदकृतसर्वपापः सेन्द्रामरप्रकरमर्त्यहिताय पूर्वं तस्मै नमः परममङ्गलाय तुभ्यं येन त्वयादिबलिना यमलार्जुनौतौ देवोत्तमेन निहतौ वसुदेवजेन दुष्टश्च कालयवनो युधिधेनुकश्च तस्मै नमोऽस्तु नवमेकनिभाय तुभ्यं श्रीकृष्णदामोदर भोह्यनन्द येन त्वयामरपदेरचला विभूतिः पूर्वं कृदा भगवदा परमेश्वरेण तस्मै नमोऽस्तु यदुवंशपराय तुभ्यं पारिजातो हृदो येन विजितो कण्डलस्त्वया लीलाजिदमहेशाय तस्मै तुभ्यं नमो नमः कृत्वा मृगोदरं हेतुं जरासन्धो निपतितः बाणासुरस्य निहता बाहवो ये त्वया हदाः शिशुपालो हदो येन तस्मै नित्यं नमो नमः भूमेरपहृदो भारस्त्वया येन महात्मना क्षत्रियान्मायया हत्वा तस्मै नित्यं नमो नमः व्यास उवाच इति तेन स्तुतो विष्णुश्चक्रिकेण महात्मना उवाच परमप्रेदो वरं वृण्विति जैमिने चक्रिक उवाच परं ब्रह्म परं धाम परमात्मन् कृपामय पश्यामि त्वमहं साक्षाद्वरै किमवरैर्द्विज न ध्यादा भवदो मूर्तिपूजा च न कृता तव नैवेद्यैर्दिव्यपुष्पैश्च दिव्यधूपैः प्रदीपकैः न दे स्मृतानि नामानि कदाचित् भवदो मया त्वत्पादसलिलं स्वामिन्विधृतं न हि मूर्धनि न भुक्तं तव नैवेद्यं तद्व्रतं न मया कृतं तथाप्यहमपश्यं त्वां किं करोम्यपरैर्वरैः शबरन्वयजन्मासि सर्वधर्मबहिष्कृतः तथापि पादपद्मं ते दैवतैरपि दुर्लभं तदेवाद्यमयः प्राप्तं वरैः किमपरैर्मम तथापि कमलाकान्तवरदित्सूर्यदा भवन् त्वयि तिष्ठतु मे चित्तं न मज्जे त्वदनुग्रहाद श्रीभगवानुवाच वचनामृतवर्षेण त्वदीयेन महाशय सम्प्राप्य महतीं तुष्टिं मया सेवकपापिना यदिदं वत्स मे दत्तं त्वया कमलमुत्तमम् अनेनात्यन्ततुष्टोऽस्मि भक्तिं गृह्णामि हर्षितः व्यास उवाच इत्युक्त्वा भगवान् विष्णुर्भक्तिग्राही दयामयः तमालिङ्गितवान् भक्तं चतुर्भिर्दीर्घबाहुभिः श्रीभगवानुवाच तुष्टोऽस्मि भवतो भक्त्या वत्सचक्रिकसत्तम यदिदं वत्स मे दत्तं क्षिप्रं भवति निश्चितं भूयोऽपि तं महाभक्तमालिङ्ग्य परमेश्वरः तत्रैवान्तर्दते विप्र विश्वात्मा विश्वपालकः स चक्रिकोदि सन्तुष्टो हरिभक्तिपरायणः पुत्रदारादिकं त्यक्त्वा जगामद्वारकां पुरीं तत्र चैवं समासाद्य कृपया कमलापदेः आयुषोऽन्धेययौ मोक्षं देवानामपि दुर्लभम् तस्माद्भक्तवशो देवो भक्तिमात्रेण तुष्यति न च स्तोत्रैर्न वित्तैश्च न तपोभिर्जपेन च फलं यद्यपि चोच्छिष्टं दत्तं तेन द्विजोत्तम तथापि तुष्टवान् विष्णुर्ज्ञात्वा भक्तिमचञ्चलां तस्मान्नारायणो देव संसारेऽस्मिन् मुमुक्षुभिः ये यजन्ति दृढया किल भक्त्या वासुदेवचरणाम्भुजयुग्मं वासवादिविबुधप्रवर्येज्यं ते व्रजन्ति मनुजा किल मोक्षम् इति श्रीपद्मपुराणे क्रियायोगसारे षोडशोऽध्यायः ॐ